गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुस्साक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः। निधाय हृदि विश्वेशं विधाय गुरुवन्दनं बालानां सुखबोधाय क्रियते तर्कसङ्ग्रहः। न्यायवर्गे सर्वेषां सुस्वागतम्। पञ्चविंशत्यधिकत्रिशततमपुटे आकाङ्क्षान्तरस्वीकारः आवश्यकः इति पाठः गते वर्गे आरब्धः। तत्र सामान्यतया प्रकृतिप्रत्ययोः मध्ये आकाङ्क्षा वर्तते इति अधीतम्, किन्तु तत्र द्वितीयपरिच्छेदे यदि च दर्शितरीत्या पूर्वोक्त आकाङ्क्षा प्रकृतिप्रत्ययोः एव अस्ति, ततः तौ द्वौ आदाय पुनश्च द्वितीया साकाङ्क्षात्वं साकाङ्क्षत्वम् इति लेखनेन इदं प्रतिभाति अनयोः अपि धातु आख्यातयोः मिलित्वा अस्ति आकाङ्क्षा द्वितीयान्तस्य। तर्हि केवलं प्रकृतिप्रत्ययोः मध्ये एव आकाङ्क्षा इति नास्ति, एकस्मिन् पार्श्वे धातुप्रकृतिः अपि च आख्यातप्रत्ययः मिलित्वा एकस्मिन् पार्श्वे, अन्यस्मिन् पार्श्वे द्वितीयान्तपदं घटम् आनय इत्यत्र अम् इति द्वितीयान्तप्रत्ययस्य घट इति प्रातिपदिकप्रकृत्या सह आकाङ्क्षा वर्तते एव, अपि च आनय इत्यत्र आम् उपसर्गपूर्वकनी धातुः अपि च तत्र धातु तत्र आख्यातप्रत्ययः तयोः मध्ये वर्तते, किन्तु अपि च अम् इति प्रत्ययः तदनन्तरं धातुः तयोः मध्ये अपि आकाङ्क्षा वर्तते इति एतत् सर्वं निरूपितं, किन्तु इदानीं किं वदति ग्रन्थकारः, अत्र केवलं धातुप्रत्ययः न स्वीकरणीयः, धातुप्रत्ययः अपि च आख्यात धातुप्रकृतिः अपि च आख्यातप्रत्ययः उभयं मिलित्वा तत्र अम् इति द्वितीयान्तस्य आकाङ्क्षा वर्तते इति तेन उक्तम्। तदेव आकाङ्क्षा अन्तरस्वीकारः इत्युक्ते भिन्न आकाङ्क्षायाः स्वीकारः आवश्यकः, एतादृशं वक्तव्यम् एव। किमर्थम् इति चेत् अत्र अकर्मकाः ज्ञानादिदातवः द्वितीयसाकाङ्क्षाः इति उक्तत्वात्, यद्यपि ज्ञा इति धातुः स्वरूपतः अकर्मकः अस्ति तथापि घटं जानाति इत्यत्र सकर्मकधातुः इव भासते, इव भासते, तस्य स्वरूपं न परिवर्तयति किन्तु इव भासते। तर्हि तत्र किं वक्तव्यम् इति चेत् अत्र द्वितीया अत्र अन्यदपि आकाङ्क्षा वर्तते। ह्यस्तन कारकवर्गे अधिशींस्थासां कर्म इति सूत्रम् अस्माभिः अधीतम्। उदाहरणार्थम् अहं वदामि सम्पूर्णसूत्रं किम् इति इदानीमेव वदिष्यामि। अधिशींस्थासां कर्म, अधि उपसर्गपूर्वक, शीङ् स्था आस् इति एते धातवः, तेषां धातूनां बहूनि कारकाणि भवन्ति। अधितिष्ठति, स्था इति धातुः, तिष्ठ इति परिवर्तनं जायते, तर्हि रामः ग्रामे तिष्ठति इति वाक्यं स्वीकुर्मः, रामः ग्रामे तिष्ठति। अत्र ग्राम शब्दस्य आधारोधिकरणम् इति सूत्रेण अत्र ग्रामः तिष्ठति इति क्रियां जनयति, कथम् अधिकरणकारकरूपेण क्रियां जनयति, कारकमस्ति खलु अधिकरणमपि कारकं, कारकं नाम किं, क्रियाजनकत्वं कारकत्वम् इति कृत्वा रामः ग्रामे तिष्ठति इति भवति। किन्तु यदा स्थाधातुतः स्थाधातोः पूर्वम् अधि इति उपसर्गः भवति, रामः अधितिष्ठति कुत्र, ग्रामे इति न वक्तव्यम्, ग्रामम् अधितिष्ठति इति भवति, न तु ग्रामे, एकनिमिषम्। हा तर्हि ग्रामम् अधितिष्ठति इति भवति, न तु ग्रामे। तर्हि इदानीं ग्रामम् अधितिष्ठति इत्यत्र द्वितीया, किन्तु तस्मिन्नर्थे द्वितीया इति चेत् आधारार्थे एव, यथा रामः ग्रामे तिष्ठति इत्यत्र आधारोऽधिकरणम् इत्यनेन यः आधारः अस्ति तस्य अधिकरणसंज्ञा भवति, तदनन्तरम् अधिकरण अच्च इति सूत्रेण तस्य सप्तमी विभक्तिविधानं भवति। तर्हि रामः ग्रामे तिष्ठति इत्यस्मिन् वाक्ये ग्रामशब्दस्य उपरि यः गी इति प्रत्ययः, सप्तमी एकवचनप्रत्ययः अस्ति, तस्य अर्थः कः इति चेत् आधारः इति। यथा तथा रामः ग्रामम् अधितिष्ठति इति वाक्ये तत्र अम् इति द्वितीया एकवचनप्रत्ययः, तस्य प्रत्ययस्य अर्थः कः इति चेत् आधारः एव। किन्तु कर्मसंज्ञा विधीयते अदिशीं स्थासां कर्म इति सूत्रेण आधारस्य कर्मसंज्ञा विधीयते, यथा आधारोऽधिकरणम् इति सूत्रेण आधारस्य अधिकरणसंज्ञा विधीयते, किन्तु इदानीम् अदिशीं स्थासां कर्म इति सूत्रेण आधारस्यैव कर्मसंज्ञा विधीयते। किमर्थं कर्मसंज्ञा इति चेत् द्वितीया, कर्मणि द्वितीया इति द्वितीया विभक्तिं प्राप्त्यर्थं कर्मसंज्ञा विधीयते, न तु इप्सिततमं कर्म इत्यनेन। किमर्थम् एतत् मया उक्तम् इति चेत् ह्यस्तनवर्गे तत्र किञ्चित् चर्चा जाता। तर्हि इदानीं स्था इति धातुः वास्तविकम् अकर्मकधातुः अस्ति, सकर्मकः नास्ति। तर्हि अधि उपसर्गपूर्वकस्था धातुः इदानीं सकर्मकं भवति वा इति चेत् वस्तुतः सकर्मकं न भवति, तथापि अकर्मकः एव अस्ति, किन्तु लोके तादृशप्रयोगः अस्ति इति कृत्वा रामः ग्रामम् अधितिष्ठति इति भवति वाक्यम्। तर्हि इदानीं ग्रामम् इति द्वितीया दृश्यते, द्वितीयान्तविभक्तिप्रत्ययं दृश्यते इति कृत्वा तर्हि इदानीं स्था इति धातुः यदा अधि उपसर्गः उपसर्गपूर्वकः भवति तदा सकर्मकः भवति वा इति चेत् न, तदापि अकर्मकः एव तिष्ठति। किन्तु अत्र अपेक्षते, द्वितीयाम् अपेक्षते, अधिशींस्तासां कर्म इति सूत्रेण द्वितीयाम् अपेक्षते। तर्हि एतदपि अत्र उदाहरणत्वेन वक्तुं शक्यते, इदानीं रामः ग्रामम् अधितिष्ठति इत्यत्र ग्रामशब्दस्य उपरि यः अम् इति प्रत्ययः, द्वितीयान्तप्रत्ययः अस्ति, स च प्रत्ययः किं तत्र तस्याः आकाङ्क्षा, तस्य प्रत्ययस्य आकाङ्क्षा कुत्र वर्तते इति चेत् इति अत्र आम् इति उपस अधि इति उपसर्गे अपि वर्तते, केवलम् अधि इति उपसर्गे वर्तते इति न वक्तव्यम्। अधि इति उपसर्गः, तस्मात् परं स्था इति धातुः इति उभयत्र मिलित्वा अधि उपसर्गपूर्वकस्था धातुः इति अधिष्ठ इति तत्र अम् इति प्रत्ययस्य आकाङ्क्षा वर्तते। यदा अधि उपसर्गपूर्वकस्था धातुः स्वीकुर्मः तदा एव अम् इति प्रत्ययः विधीयते, नो चेत् न इति कृत्वा तादृश आकाङ्क्षा अन्तरस्वीकारः अपि आवश्यकः, विरलतया भवति, अपवादत्वेन भवति, औत्सर्गिकेन भवति, किन्तु आकाङ्क्षा भवत्येव। नो चेत् अत्र रामः ग्रामम् अधितिष्ठति इति वाक्यं श्रुत्वा शाब्दबोधः जायते वा न वा इति चेत् न जायेत, जायत्येव। रामः ग्रामे अधितिष्ठति इति वदामश्चेत् क्लेशाय, दोषाय तत्। तर्हि तत्र रामः ग्रामे अधितिष्ठति, यः व्याकरणं न जानाति तस्य शाब्दबोधः जायते, किन्तु यः व्याकरणं जानाति तस्य शाब्दबोधः न जायते। किमर्थं न जायते इति चेत् तत्र आकाङ्क्षा न पूरिता, आकाङ्क्षा न पूरिता। कुत्र विद्यमान आकाङ्क्षा? द्वितीयान्ते न, अत्र सप्तम्यन्ते विधीयमान आकाङ्क्षा, सप्तम्यन्ते विद्यमान आकाङ्क्षा न पूरिता, द्वितीयान्तमेव अपेक्षते इति अवगन्तुं शक्नुमः. अत्र भिन्न उदाहरणं ह्यस्तनवर्गे अस्माभिः चिन्तितमिति कृत्वा अत्र मया प्रदर्शितम्. अस्तु, अग्रे पठेम. तर्हि इदानीम् अन्तिमपरिच्छेदः सा पूर्वोक्त इति आरभ्य मेहुल् महोदय आरम्भं करोतु. आम् महोदय. सा पूर्वोक्ता व्यवहितोत्तरत्वादिना न निर्वहति. अस्तु, तच्च अव्यवहितपूर्वत्वम् अव्यवहितोत्तरत्वं वा प्रकृतिप्रत्ययोर् एव सम्भाव्यते. व्याकरणशास्त्रे सुबन्तस्य तिङन्तस्य च पदसंज्ञा भवति इति प्रसिद्धं. ते पदे एव प्रकृते अस्माकं प्रकृतिप्रत्ययसमुदायरूपे भवतः. ततोपि पदान्तरम् अवश्यं तत्समुदायात् व्यवहितम् एव भवति. तयोर्मध्ये मातृरूपस्य कालस्य आवश्यकत्वात् न हि घटमित्यत्र घटपदां पदयोः यादृश अव्यवधानं तादृशं घटं पश्यति इत्यत्र समुदायस्य सम्भवति. अस्तु, अत्र अव्यवहितोत्तरत्वादिना न निर्वहति इति अत्र आकाङ्क्षा पूर्वोक्त अव्यवहितोत्तरत्वादिना निर्वहति इति इत्युक्ते पूर्वे यत् वयम् उक्तवन्तः अव्यवहितोत्तरत्व न अत्र महोदय अत्र सा इत्यनेन किम् अवगन्तव्यम्? ओ, तस्य भग्नं जातम्. अहं पठामि वा महोदय? अस्तु, तावत् वदतु. सः इदानीमेव आगच्छति, किन्तु भवती वदतु सा इत्यनेन किम् अवगन्तव्यम्? सा इति आकाङ्क्षा. तयोः मध्ये आकाङ्क्षा इदानीं द्वितीयान्तपदम् अपि च द्वितीया साकाङ्क्षत्वम् इति पूर्वमुक्तं तत् तत्र आकाङ्क्षा इति चेत् पदार्थद्वयं भवेत् खलु? एकस्मिन् पार्श्वे द्वितीयान्तपदं घटम् इच्छति तिगन् आख्यातप्रत्ययेन यदस्ति तत् पदम् धातु आख्यातप्रत्ययं मिलित्वा उभयं मिलित्वा एकस्मिन् पार्श्वे द्वितीयान्तपदम् अन्यस्मिन् पार्श्वे धातु आख्यातप्रत्ययः धातुप्रकृतिः आख्यातप्रत्ययः इति मिलित्वा अन्यस्मिन् पार्श्वे तयोः मध्ये आकाङ्क्षा वर्तते. सा आकाङ्क्षा अस्तु मेहुल् महोदय अग्रे वदतु महोदय. सा आकाङ्क्षा कनेक्षन् भग्ना जाता. अस्तु, सा आकाङ्क्षा पूर्वोक्त अव्यवहितोत्तर स्वादिना न निर्वहति. तर्हि सा आकाङ्क्षा अत्र पूर्वे यत् वयम् उक्तवन्तः अव्यवहितोत्तर सा इत्यनेन किम् अवगन्तव्यम्? सा इत्यनेन आकाङ्क्षा इति मन्ये अहम्. आकाङ्क्षा तयोः मध्ये आकाङ्क्षा अन्तं वाक्य अस्ति धात्वाख्यातयोः मिलित्वा आकाङ्क्षा इति न धात्वात्या आख्यातयोः मिलित्वा आकाङ्क्षा इति तावदेव वदति चेत् सम्पूर्णं न उक्तवान्. द्वितीयान्तस्य आकाङ्क्षान्तस्य धातु आख्यातयोः मिलित्वा या आकाङ्क्षा अस्ति सा आकाङ्क्षा आकाङ्क्षा अव्यवहितोत्तरत्व आदिना अपि च अव्यवहितोत्तरपूर्वत्व इति इत्यनेन न निर्वहति इति. तर्हि अव्यवहितपूर्वत्वेन का आकाङ्क्षा निर्वहति? न श्रुतं, पुनः वदतु. प्रकृतिप्रत्ययोः आकाङ्क्षा प्रत्ययोः यद् आकाङ्क्षा अस्ति तद् आकाङ्क्षा सा आकाङ्क्षा समीचीनं प्रकृतिप्रत्ययोः मध्ये या आकाङ्क्षा वर्तते तर्हि तद् अव्यवहितपूर्वत्वसम्बन्धेन अम् इति प्रत्ययः गते वर्तते गते वर्तते सत्यम् अव्यवहित उत्तरत्वसम्बन्धेन घटपदम् अम् प्रत्यये वर्तते अन्वेति वर्तते इति न वक्तव्यम् अन्वेति इति तादृश अव्यवहित पूर्वत्वेन वा उत्तरत्वेन वा या आकाङ्क्षा आकाङ्क्षायाः निर्वाहः अस्माभिः कृतः सः निर्वाहः स च निर्वाहः अस्मिन् सन्दर्भे इत्युक्ते धातु आख्यातयोः मिलित्वा द्वितीयान्तस्य आकाङ्क्षा न पूरिता भवति न पूरिता भवति सत्यम् अस्तु अग्रे तच्च अव्यवहितपूर्वत्वम् अथवा अव्यवहित उत्तरत्वं किं तदुक्तं खलु तत् अव्यवहितपूर्वत्वमिति प्रकृतिप्रत्यय एव सम्भाव्यते सत्यं सत्यम् अत्र अस्तु अत्र व्याकरणशास्त्रे वयं जानीमः अत्र पदम् इति संज्ञा सुबन्तस्य सिङ्गस्य च भवति इति वयं जानीमः सुप्तिङन्तं पदम् इत्यनेन उत्तमं सुप्तिङन्तं पदम् इति सूत्रेण पदसंज्ञा विधीयते अस्तु अग्रे ते पदे एव प्रकृते अस्माकं प्रकृतिप्रत्ययसमुदायरूपे भवतः तर्हि अत्र सुबन्तम् अपि च तिङन्तं यदि पश्यामः चेत् तत्र सुबन्तम् इत्युक्ते अत्र प्रातिपदिकम् अनन्तरं प्रत्ययः तिङन्तम् इत्युक्ते धातुप्रकृतिः अनन्तरं तिङ्प्रत्ययः तर्हि तत्र प्रकृतिप्रत्ययसमुदायरूपे एव पदानि पदद्वयं भवतः ततोपि पदान्तरम् अवश्यं तत् समुदायात् व्यवहितम् एव भवति तर्हि अत्र घटम् आनयतु अथवा आनयामि इति अस्ति तत्र आनय इति अस्ति तत्र घटम् इत्यत्र प्रकृतिप्रत्ययसमुदाय तु अस्ति वा तथापि तत्र पदान्तरं व्यवहितम् एव भवति समुदायात् परे इत्युक्ते अत्र घटम् आनय तत्र आनय इति व्यवहितं व्यवहितरूपेण समुदायात् परे भवति एव अवश्यं भवति तयोर्मध्ये इत्युक्ते अत्र घटम् अपि च आनय इत्यनयोः मध्ये मात्रादिरूपस्य कालस्य आवश्यकत्वात् तत्र मध्ये एकमात्रादिरूपकालस्य अवकाशः आवश्यकः तदा एव शब्दबोधः जायते परन्तु न हि घटम् इत्यत्र इत्युक्ते अत्र घटम् इत्यस्मिन् अत्र न्यायशास्त्ररीत्या घट अपि च अम् पदयोः मध्ये तादृशव्यवधानं पदद्वयोः मध्ये तादृशव्यवधानं नास्ति परन्तु घटं पश्यति इत्यत्र तु समुदायस्य सम्भवति इत्युक्ते घटम् अपि च पश्यति इति समुदायद्वयं तयोः मध्ये तु मात्रादिरूपकालस्य आवश्यकता भवति एव तदा एव शब्दबोधं जायते इति इत्युक्ते घटम् इत्यत्र यादृशव्यवधानमस्ति तादृशव्यवधानं घटं पश्यति इत्यत्र नास्ति सत्यं घटयोगः अम् इत्यत्र किञ्चित् व्यवधानमस्ति अपि च घटं पश्य योगः ति इत्यत्रापि किञ्चित् व्यवधानमस्ति किन्तु घटम् अपि च पश्यति अनयोः मध्ये व्यवधानमस्ति तत् किञ्चित् भिद्यते इति कृत्वा पूर्वोक्ता अग्रे इति अतः पूर्वोक्ता आकाङ्क्षा कीदृशा इति प्रश्नः अस्ति चेत् अत्र घटपदम् इति प्रकृति अस्ति तस्मात् परे अम् पदम् इति प्रत्ययः अस्ति तर्हि तयोः मध्ये अव्यवधानघटिता आकाङ्क्षा इति अस्ति तादृश आकाङ्क्षा तथैव गम् धातु इति प्रकृतिः तस्मात् परे आख्यातम् इति प्रत्ययः तिङ् प्रत्ययः तर्हि गच्छति तत्रापि अव्यवधान घटिता आकाङ्क्षा पूर्वे एव वयं दृष्टवन्तः मया दोषेन क्षम्यतां मया दोषेन उक्तं घटयोगः यम् अम् इत्यत्र व्यवधानमेव नास्ति अव्यवधानम् यादृशम् अव्यवधानम् इति कृत्वा घटयोगः अम् धातुप्रकृतियोः प्रकृतिप्रत्ययोः मध्ये व्यवधानमेव नास्ति, किन्तु पदयोः मध्ये व्यवधानमस्ति. अधुना उच्यमाना या आकाङ्क्षा तत् सा आकाङ्क्षा कीदृशा इत्युक्ते, अत्र द्वितीयान्तम् एकं पदमस्ति, तस्मात् परे जानाति इति प्रकृतिप्रत्ययौ अस्ति, तर्हि द्वयोः मध्ये आकाङ्क्षा वर्तते. तथैव द्वितीयान्तम् एकं पदमस्ति, तस्मात् परे निरूपयति इति क्रियापदं प्रकृतिप्रत्ययौ इति अस्ति, तर्हि तयोः मध्ये अपि आकाङ्क्षा वर्तते. तत्र न अव्यवधानम् इति, तर्हि तत्र व्यवधानम् अस्ति एव इति इत्यादि सत्यम् इति भेदः. व्यवधानमस्ति चेदपि तत्र आकाङ्क्षा वर्तते एव, तर्हि अव्यवधानम् अस्ति चेद् एव आकाङ्क्षा इति न वक्तव्यम्. व्यवधानमस्ति चेदपि आकाङ्क्षा भवत्येव. अस्तु अग्रे महोदय. अस्तु अग्रे. यदि च प्रकृतिप्रत्यययोः पूर्वोक्ता या आकाङ्क्षा तदतिरिक्ता आकाङ्क्षा अप्रामाणिकी द्वितीयादिसाकाङ्क्षत्वरूपस्वकीयलेखनेन च न पदार्थः सिद्ध्यति इति उच्येत, तदा घटं जानाति इति वाक्यात् आकाङ्क्षादिमत् पदसमुदायरूपात् शाब्दबोधस्य निराबाधेन नैयायिकानां प्रथमान्तपदाद्याहारः अनावश्यकः स्यात्. अस्तु, तर्हि पूर्वोक्ता याकाङ्क्षा इति प्रकृतिप्रत्ययोः मध्ये अत्र घटम् अथवा गच्छति इत्यत्र, तद् अतिरिक्त आकाङ्क्षा इत्युक्ते अत्र द्वितीया या आकाङ्क्षा, सा आकाङ्क्षा अप्रामाणिकी इति, अपि च अप्रामाणिकी अपि च द्वितीयादि साकाङ्क्षत्वरूपस्वकीयलेखनेन च न पदार्थः सिद्ध्यति इति उच्येत, तस्य अर्थः कः महोदय? द्वितीयादि साकाङ्क्षत्वरूपस्वकीयलेखनेन, हा इत्युक्ते स्वकीयलेखनेन इत्युक्ते इदानीं ग्रन्थकारः स्वयं वदति खलु, एतत् सर्वं मूलग्रन्थकारेण उक्तम् खलु, तर्हि तत्र द्वितीयादि साकाङ्क्षा वर्तते इति यद् यद् ग्रन्थकारः वदति, लेखनेन च न पदार्थः सिद्ध्यति इति उच्येत, यदि एतादृशं वदति इत्युक्ते अत्र आकाङ्क्षान्तरस्य स्वीकारः न आवश्यकः इति आक्षिपति चेत् तदा किं भवति, यत्र घटं जानाति इति उदाहरणं पश्यामः चेत् तत्र आकाङ्क्षादिमत् पदसमुदायरूपात् शाब्दबोधस्य निराबाधेन, अस्तु अत्र घटं जानाति इत्यस्मिन् उदाहरणे आकाङ्क्षादिमत् पदसमुदायः वर्तते, इत्युक्ते घटम् इति एकं पदसमुदायं, द्वितीयमस्ति जानाति इति द्वितीयपदसमुदायं, तयोः मध्ये आकाङ्क्षा वर्तते एव, तर्हि तादृश आकाङ्क्षादिमत् पदसमुदायद्वयम् अस्ति, तर्हि तत्र यदा आकाङ्क्षा नास्ति इति वदेम, तर्हि शाब्दबोधस्य निराबाधः अथवा बाधः भवति, अत्र आकाङ्क्षादिमत् अस्ति पदसमुदायद्वयम्, अतः एव आकाङ्क्षा अस्ति एव तयोः मध्ये इति आगच्छति, परन्तु प्रथमान्तपदाध्याहारः अनावश्यकः स्यात्, ये नैयायिकानां मतानुसारं यदा प्रथमा यत् उक्तं तत्र पूर्वोक्ता या आकाङ्क्षा सा एव आकाङ्क्षा अस्ति, द्वितीया या आकाङ्क्षा वयम् अधुना महोदय अत्र स्वशब्दैः वदतु, भवता अवगतं वा न वा इति न जाने, अत्र यत्किं यत्किमुखं तानि पदानि त्यक्त्वा स्वशब्दैः वदतु. अहं मन्ये अत्र द्वितीया आकाङ्क्षाया अधुना ग्रन्थकारः चिन्तयति सा अपि आवश्यकी आवश्यकी, यतोहि अत्र घटं जानाति इत्यस्मिन् उदाहरणे अत्र यथा प्रथम आकाङ्क्षा या अस्ति तादृश अत्र अत्रापि पदद्वयसमुदायस्य मध्ये अपि आकाङ्क्षा अस्ति, न न न भवान् इदानीमपि अत्र किं लिखितं तदेव पुनः वदति स्वशब्दैः वदतु अहं प्रश्नं पृच्छामि इदानीम् अहं वाक्यं वदामि घटं जानाति इति मया उक्तम् तर्हि इदानीं तद्वाक्यं श्रुत्वा शाब्दबोधः जातः वद वा जातः जातः खलु आं जातः घटं जानाति इति यदि तावदेव अहं वदामि तदा शाब्दबोधः सर्वेषां भवत्येव किन्तु नैयायिकाः किं वदन्ति अत्र घटं जानाति इत्यत्र कीदृशप्रयोगः कर्तरिप्रयोगः खलु कर्तरिप्रयोगः अस्ति चेत् कर्तरिप्रयोगः अस्ति चेत् किं वक्तव्यं मुख्यविशेषः कः मुख्यविशेषः इति कर्ता इति खलु घटम् इति प्रथमाविभक्त्यां प्रथमाविभक्त्यां यदस्ति तदेव घटमिति प्रथमाविभक्त्याम् अस्ति वा न न घटमिति नास्ति सः अथवा रामः घटं जानाति इति अस्ति चेत् अत्र हा तर्हि मुख्यविशेष्यः रामः खलु आं सत्यं मुख्यविशेष्यः रामः रामे यदा कृतिः रामे इति जीवात्मनि यदा कृतिः जायते सा कृतिरेव ति इति आख्यातप्रत्ययस्य अर्थः इति अस्माभिः पूर्वं पठितं खलु तर्हि नैयायिकाः किं वदन्ति कर्तरिप्रयोगे अत्र प्रथमान्तपदम् अपेक्षते तदेव मुख्यविशेष्यः इति तर्हि यावत्पर्यन्तं घटं जानाति रामः इति न वदेम तावत्पर्यन्तम् अर्थबोधः न जायेत परन्तु भवति एव किन्तु भवति खलु तदेव सः वदति इत्युक्ते यदि मया उक्तं यद् यद् मया उक्तम् आकाङ्क्षान्तरस्वीकारः आवश्यकः इति यद् मया उक्तं तद् न स्वीकरोति चेत् एतत् सर्वं न वक्तव्यम् इति यदि भवान् वदति तर्हि घटं जानाति इति वाक्यं श्रुत्वा शाब्दबोधः सर्वेषां भवत्येव इति कृत्वा भवता अपि तत्र प्रथमान्तपदम् अपेक्षितमेव प्रथमान्तपदे आकाङ्क्षा वर्तते एव इति भवतापि न वक्तव्यं किन्तु भवान् वदति कर्तरिप्रयोगे मुख्यविशेष्यः कर्ता एव भवेत् तत्र आकाङ्क्षा वर्तते घटं जानाति इति चेत् कः घटं जानाति इति आकाङ्क्षा वर्तते यावत्पर्यन्तं सा आकाङ्क्षा न पूरिता तावत्पर्यन्तं शाब्दबोधः एव न जायते इति यद् भवता उक्तं तदपि असमीचीनं घटं जानाति इति वाक्यं श्रुत्वा सर्वेषाम् अवबोधः जायत्येव इति सः वदति अत्र भवता किं समीचीनतया न पठितं प्रथमं यदुक्तमिति नास्ति प्रथमान्तपद अध्याहारः प्रथमान्तपदम् अत्र घटं जानाति इति वाक्ये प्रथमान्तपदमेव नास्ति प्रथमान्तपदस्य अध्याहारः यावत्पर्यन्तं न क्रियेम कुर्मः क्रियेम नास्ति यावत्पर्यन्तं न कुर्मः तावत्पर्यन्तं शाब्दबोधः न जायत्येव इति यथा भवता उक्तं यद्भवता उक्तं तदसमीचीनं भवति घटं जानाति इति श्रुत्वा कोऽपि भवतु यः कोऽपि कर्ता किन्तु घटं जान सः घटं जानाति इति अस्माभिः अवगन्तुं शक्यते एव खलु यावत्पर्यन्तं प्रथमान्तपदं पदस्य अध्याहारः न क्रियते तावत्पर्यन्तं शाब्दबोधः जायते इति न वक्तव्यं तर्हि यदि शाब्दबोधः जायते तदा अत्र यद्मया उक्तं तत्र द्वितीयासाकाङ्क्षा यदुक्तं तत्सर्वमपि आवश्यकम् एव अत्र पश्यतु कथं मया उक्तं स्वशब्दैः मया उक्तम् इति वार्ता अस्तु धन्यवादः महोदय अग्रे सत्यमाम भगिनी पठति वा यदि च अहं पठामि महोदय हा यदि च पचति यदि च पचति जानाति इत्यादौ आख्यातबोध्यकृत्याश्रयत्वयोः आश्रय आकाङ्क्षाया प्रथमान्त आकाङ्क्षया प्रथमान्तपदाध्याहारः समर्थ्यते ततः सविषयकधातोः विषयाकाङ्क्षायां सकर्मकस्य च पचेः फलाश्रयस्य च आकाङ्क्षायां द्वितीयान्तखडतण्डुलादि पदापेक्षा पदापेक्षा इति तुल्यं न हि प्रत्यर्थः कृतिः एव स्व आश्रयम् अपेक्षते न हि प्रत्ययार्थः कृतिः एव स्व आश्रयमपेक्षते न तु आश्रयम् अपेक्षते न तु धात्वार्थः अपि स्वकर्म इत्यत्र किञ्चित् नियामकम् अस्ति प्रत्युत ज्ञा इति धातु ज्ञा इति धात्वर्थानां ज्ञाति ज्ञादि ज्ञा आदिधात्वर्थानां सविषयकाणां विषयमात्रनिरूप्याणां विषयजिज्ञासायाः एव सर्वादौ वक्तव्यमेव वक्तव्यत्वेन प्रथमान्त अध्याहारापेक्षया प्रथमान्त अध्याहारापेक्षया द्वितीयान्त अध्याहारस्य एव औचित्यात् एकमेव वाक्यम् एतत् अत्र वाक्यम् अवगच्छति वा अत्र आशयः कः प्रथमान्त अध्याहारस्य अपेक्षया द्वितीयान्त अध्याहारस्य एव औचित्यात् औचित्यं पठतु स्वशब्दैः वदतु कर्तुः प्रथमान्तम् अपेक्षते इति यत् नैयायिकाः उक्तं तदपेक्षया द्वितीयान्तपदम् एव उचितम् इति तस्य अध्याहारः एव उचितम् इति चिन्तयामि इति नास्ति नास्ति द्वितीयान्तस्य अत्याहारस्य एव यदि इति आरब्धं खलु आम् यदि इफ् यु से सो देन् एतदपि आपत्तिः भवति इति तादृशचिन्तनं तदेव अत्र उक्तम् यदि च पचति जानाति इत्यादौ आख्यातबोध्य बोध्यकृत्य आश्रयत्वयोः पचति जानाति इति कृत्या आख्यातप्रत्यय कृति आश्रयः एव कृत्याश्रयः एव पचति जानाति इति तत्र दादुर्थ आश्रयः कर्तुः अस्ति खलु कर्ता इति वक्तव्यं कृतिमान् इति वक्तव्यं कृतिमान् रामः इति एव अत्र आख्यातबोध्यकृत्याश्रयत्वयोः आश्रय आकाङ्क्षायाः प्रथमान्तपद अध्याहारः समर्थ्यते आश्रय आकाङ्क्षायाः इति नास्ति आश्रय आकाङ्क्षया इति तृतीया आकाङ्क्षया प्रथमान्तपद अध्याहारः समर्थ्यते इति आकाङ्क्षया आकाङ्क्षा कदा पूरिता इति वा मह न अवगतं तत् आख्यातबोध्यकृत्याश्रयत्रयोः कृतिमान् इति कः इति तदपि वदति चेदेव आकाङ्क्षा पूर्णं भवति इति तदर्थं प्रथमान्तपदम् अस्याः नास्ति. अहम् अस्तु अहं किञ्चित् साहाय्यं करोमि अत्र. अस्तु, यथा पूर्वं मेहुल् महोदयेन चिन्तितं घटं जानाति इति वाक्यं श्रुत्वा अर्थबोधः जायते वा शाब्दबोधः जायते वा न वा इति चेत् जायतेव. यद्यपि प्रथमान्तपदं तत्र न उक्तं तथापि अर्थबोधः जायत्येव शाब्दबोधः जायत्येव इति उक्तं खलु. तद्रीत्या तद्रीत्या इदानीम् अहम् एकं वाक्यं वदामि. वाक्यं श्रुत्वा अर्थबोधः जायते वा न वा इति वदतु. पचति इति वाक्यं केवलम् एकमेव पदं पचति इति वाक्यं. पचति इति वाक्यं श्रुत्वा अर्थबोधः जायते वा न वा? पचति इति वदति चेत् कः पचति इति न जानामि. किन्तु अर्थ पाककार्यं प्रचलन् अस्ति इति ज्ञातुं शक्यते खलु. किन्तु आगाम् केवलं पचति इति तावदेव यदि अहं वदामि तत्र इदानीं शब्दबोधः जायते वा न वा? हा जायते. उत्तमं, शाब्दबोधः जायते, कः पचति इति न जायते. तद् न जायते. किं पचति इति अपि न जायते. अन्नं पचति इति चेत् तत्र किं पचति इति अपि न जायते. कः पचति इति न जायते, किन्तु पचति इति श्रुत्वा तत्र केनापि पचनक्रिया क्रियमाणा अस्ति इति जायते खलु. इति शाब्दबोधः जायतेव. तर्हि इदानीं पूर्व अत्र सिद्धान्ति वदति आक्षिपति न आक्षिपति इति नास्ति अत्र. अत्र पूर्वस्मिन् परिच्छेदे घटं जानाति इति कः वदति इति चेत् अस्य ग्रन्थस्य ग्रन्थकारः वदति. तर्हि अत्र पक्षद्वयमस्ति. पक्षद्वयं किम्? मूलग्रन्थकारः विद्याधरीग्रन्थकारः इति स्वीकुर्मः. मूलग्रन्थकारेण अत्र आकाङ्क्षा अन्तरस्वीकारः आवश्यकः इति मूलग्रन्थकारेण न उक्तम्. तर्हि मूलग्रन्थकारः पूर्वपक्षी इति स्वीकरोतु. विद्याधरीग्रन्थकारः सिद्धान्ती इति स्वीकरोतु. अस्तु, तर्हि इदानीं सिद्धान्ति इत्युक्ते विद्याधरीग्रन्थकारः वदति आकाङ्क्षान्तरस्वीकारः आवश्यकः इति सः वदति. तत् श्रुत्वा मूलग्रन्थकारः यः पूर्वपक्षे अस्ति सः यदि पृच्छेत् भोः अत्र आवश्यकता एव नास्ति, यद् मया उक्तं तावत् पर्याप्तं, यद् भवान् इदानीं वदति तत्र एकस्मिन् पार्श्वे अम् इति द्वितीयान्तपदम्, अन्यस्मिन् पार्श्वे धातु अपि च आख्यातप्रत्ययः उभयं मिलित्वा अन्यस्मिन् पार्श्वे यथा चित्रे उपरि लिखितं द्वितीयान्तम् इति एकस्मिन् पार्श्वे जानाति इति प्रकृतिप्रत्ययौ अन्यस्मिन् पार्श्वे तयोः मध्ये आकाङ्क्षा वर्तते इति यद् भवता उक्तं तत्सर्वम् अनावश्यकम् इति यदि पूर्वपक्षी इत्युक्ते मूलग्रन्थकारः वदति तर्हि इदानीं सिद्धान्ति वदति. सिद्धान्ति इत्युक्ते अस्य ग्रन्थकारः, अस्य विद्याधरी इति ग्रन्थस्य ग्रन्थकारः सः एव सिद्धान्ति. सः वदति यद्भवता उक्तम् इदानीम् अहं वाक्यं वदामि घटं जानाति, तर्हि घटं जानाति इति वाक्यं श्रुत्वा शाब्दबोधः जायते वा न वा? आम् जायते. किन्तु पूर्वपक्षिणा मूलग्रन्थकारेण किमुक्तं? तत्र कर्तरिप्रयोगे कर्तरी आकाङ्क्षा वर्तत्येव, यावत्पर्यन्तं कर्ता न उक्ता भवति तावत्पर्यन्तं शाब्दबोधः न जायते एव इति यद्भवता उक्तं तदेव मुख्यविशेष्यः. मुख्यविशेषे एव कृतिः जायते, सा कृतिः आख्यातप्रत्ययेन उच्यते इति एतत् सर्वं यद् मूलग्रन्थकारेण उक्तं तत्सर्वम् असमञ्जसं स्यात्। घटं जानाति इति वाक्यं केवलम् अत्र घटं जानाति इति वाक्ये प्रथमान्तपदमेव नास्ति। तर्हि प्रथमान्तपदं नास्ति इति कृत्वा शाब्दबोधः न जायेत इति चेत् जायत्येव इति पूर्वस्मिन् परिच्छेदे उक्तं खलु। अस्तु, तर्हि इदानीं तत् सिद्धान्तिवाक्यं श्रुत्वा इदानीं पूर्वपक्ष वदति, पूर्वपक्षी वदति, पचति, ग्रन्थकारः, मूलग्रन्थकारः वदति, भोः पचति इति अहं वाक्यं वदामि, पचति इति वाक्यं श्रुत्वा शाब्दबोधः जायते एव इति अहमपि अङ्गीकरोमि। अत्र यद्यपि प्रथमान्तपदं मया न उक्तं तथापि शाब्दबोधः जायते एव इति मूलग्रन्थकारः वदति। कथम् इति तेन समर्थनीयं खलु, मूलग्रन्थकारेण एव प्रथमान्तपदम् अध्याहर्तव्यम् इति उक्तं, किन्तु इदानीं मूलग्रन्थकारः किं वदति, पचति इति वाक्यं श्रुत्वा अर्थबोधः जायते एव इति सः अपि वदति। तर्हि इदानीं सिद्धान्ति इत्युक्ते विद्याधिरीग्रन्थकारः पृच्छति कथं जायते, तत्र भवतः समर्थनं किम् इति चेत् सः वदति जा पचति जानाति इत्यत्र ति इति यः प्रत्ययः अस्ति खलु, स च प्रत्ययः आख्यातप्रत्ययः, तस्य प्रत्ययस्य अर्थः कः, कृति बोधयति, कृतिं बोधयति खलु। तर्हि तत्र कृतिं पचति इति वाक्ये ति इति प्रत्ययः कृतिं बोधयति, सर्वे जानन्ति कृतिः तु आत्मनि एव भवति इति कृत्वा यद्यपि तत्र प्रथमान्तपदं न उक्तं तथापि कोऽपि अस्ति इति अवगन्तुं शक्यते इति कृत्वा तत्र यद्यपि प्रथमान्तपदं न उक्तं तथापि शाब्दबोधः जायत्येव इति इदानीं मूलग्रन्थकारः पूर्वपक्षी वदति। तदेव अत्र उक्तं पचति जानाति इत्यादौ आख्यातबोधकृत्याश्रत्वयोः आश्रय आकाङ्क्षया प्रथमान्तपदस्य अध्याहारः समर्थ्यते यदि यदि एतादृशमूलग्रन्थकारः भवान् वदति तर्हि अहमपि किं वदामि। अत्र पश्यतु पचति इति श्रुत्वा कोऽपि पचति इति जानामि, जानीमः खलु। तर्हि किन्तु इदानीं पच् इति धातुः कीदृशधातुः, सकर्मकः वा अकर्मकः वा? सकर्मकः धातुः। तर्हि पच् इति धातुः स्वरूपतः सकर्मकः अस्ति, तर्हि सकर्मकधातुः अस्ति चेत् सकर्मकधातोः अवगमनार्थं यावत्पर्यन्तं कर्म न उक्तं तावत्पर्यन्तं शाब्दबोधः न जायेत खलु। पचति इति वाक्यं श्रुत्वा कः पचति इति अध्याहारः इदानीं ति इति प्रत्ययेन कृतः, किन्तु कर्मणः अध्याहारः कृतः वा, किं पचति इत्यस्य अध्याहारः कृतः वा, न कृतः चेत् धातुः स्वरूपतः सकर्मकः अस्ति इति कृत्वा यावत्पर्यन्तं कर्म न वदेम तावत्पर्यन्तं शाब्दबोधः न जायेत खलु, किन्तु जायते एव। किं पचति न उक्तं, किन्तु पचति इति वाक्यं श्रुत्वा अथवा रामः पचति इति वाक्यं श्रुत्वा यद्यपि सकर्मकधातोः कर्म कः इति न उक्तः, कर्म किम् इति न उक्तं, तथापि शाब्दबोधः जायत्येव खलु, जायतेव। अपि च रामः जानाति इति इत्यत्र ज्ञा इति धातुः सविषयकधातुः, स्वरूपतः सविषयकधातुः, तर्हि रामः वेदं जानाति इति द्वितीयान्तपदं यावत्पर्यन्तम् अध्याहारं न कुर्मः तावत्पर्यन्तं शाब्दबोधः न जायेत, किन्तु जायतेव, रामः जानाति, किमपि जानाति, सः किं जानाति इति अहं न जानामि वाक्यं श्रुत्वा, किन्तु रामः किमपि जानाति इति जानामि, खलु तर्हि तादृशस्थितिः अस्ति इति कृत्वा अस्तु इदानीम् अहं किञ्चित् पठित्वा वदामि यदि च पठति जानाति इदानीं यदि च इति कः वदति सिद्धान्ति सिद्धान्ति इत्युक्ते विद्याधरीग्रन्थकारः यदि च भोः पूर्वपक्षी मूलग्रन्थकारः भवान् वदति पचति जानाति इत्यादौ आख्यातबोध्य कृत्याश्रयत्वयोः आश्रय आकाङ्क्षया प्रथमान्तपद अध्याहारः समर्थ्यते अत्र ति इति आख्यातप्रत्ययः अस्ति ति इति आख्यातप्रत्ययः कृतिं बोधयति तर्हि कृतिं बोधयति कृतिं तु कस्मिंश्चित् चेतने एव भवति इति कृत्वा तत्र अध्याहारः कर्तव्यः एव इति यदि भवान् वदति ततः सविषयकधातोः विषयाकाङ्क्षायां सविषयकधातुः ज्ञा इति सविषयकधातुः तर्हि तादृशसविषयकधातोः कुत्र आकाङ्क्षा वर्तते विषये वर्तते विषयाकाङ्क्षायां सकर्मकस्य पच् इति धातुः अतः एव उदाहरणद्वयं दत्तं पचति जानाति पचति इति सकर्मकधातुः जानाति इति स विषयकधातुः विषयाकाङ्क्षायां सकर्मकस्य च पचेः फलाश्रयस्य च आकाङ्क्षायां तत्र आकाङ्क्षा वर्तते सकर्मकधातोः स्वरूपतः कर्मणि आकाङ्क्षा वर्तते स विषयकधातोः स्वरूपतः विषये आकाङ्क्षा वर्तत्येव द्वितीयान्तघटतण्डुलादिपद अपेक्षा तर्हि सकर्मकधातोः घट इति पदस्य अपेक्षा वर्तते विषय तत्र ज्ञा इति धातोः तण्डुलं न भिन्नरीत्या मया उक्तं पच् इति धातोः तण्डुले आकाङ्क्षा वर्तते ज्ञा इति धातोः घटे आकाङ्क्षा वर्तते घटं जानाति इति स्वीकुर्मश्चेत् इति अपेक्षा तुल्यम् अस्ति न हि प्रत्ययार्थः कृतिः एव स्व आश्रयम् अपेक्षते भवान् किं वदति मूलग्रन्थकारः ति इति आख्यातप्रत्ययः कृतिमपेक्षते किन्तु सकर्मकधातुः कर्म न अपेक्षते सविषयकधातुः विषये न अपेक्षते इति भवता न वक्तव्यम् यदि ति इति आख्यातप्रत्ययः कृतिमपेक्षते तदा तत्र प्रथमान्तशब्दः अध्याहर्तव्यः यदा अध्याहरामः तदा एव शब्दबोधः जायते इति यदि भवान् वदति तर्हि सविषयकधातोः विषये आकाङ्क्षा वर्तते सकर्मकधातोः कर्मणि आकाङ्क्षा वर्तते यावत्पर्यन्तं विषयः अथवा कर्म न उक्तं तावत्पर्यन्तम् इत्युक्ते यावत्पर्यन्तं विषयस्य अध्याहारः अथवा कर्मणः अध्याहारः क्रियते न क्रियते तावत्पर्यन्तं शाब्दबोधः न जायते इति भवतापि वक्तव्यं भवति इत्यत्र किञ्चित् नियामकमस्ति इत्युक्ते तत्र कृति यत्र ति इति आख्यातप्रत्ययः कृतिं यः प्रत्ययः कृतिं बोधयति सः प्रत्ययः अस्ति तत्रैव प्रथमान्तपदस्य अध्याहारः कर्तव्यः सकर्मः धातुः अस्ति चेत् कर्मणः अध्याहारः न कर्तव्यः इति नियमः नास्ति तत्र अध्याहर्तव्यं चेत् अत्रापि अध्याहर्तव्यम् अत्र अत्र न अध्याहर्तव्यं चेत् तत्रापि न अध्याहर्तव्यम् नियामकम् इत्युक्ते अत्रैव अध्याहर्तव्यं तत्र न अध्याहर्तव्यम् इति निर्णेतुं नियमः नास्ति इति कृत्वा प्रत्युत अहं प्रतिवदामि ज्ञादिधात्वर्थानां सविषयकानां विषयमात्रनिरूप्यमाणां निरूप्याणां विषयजिज्ञासायाः एव सर्वादौ वक्तव्यत्वेन इत्युक्ते इदानीं सिद्धान्ति विद्याधरीग्रन्थकारः प्रति आक्षिपति अत्र इदानीं ज्ञा इति धातुः स्वीकुर्मः ज्ञा इति धातुः सविषयकधातुः अस्ति तर्हि प्रथमं किं वक्तव्यं प्रथमं विषयः एव वक्तव्यः सः रामः घटं जानाति इत्यत्र रामः जानाति इति न वक्तव्यं प्रथमं किं जानाति इति वक्तव्यं ज्ञा इति धातुः सविषयकधातुः अस्ति इति कृत्वा तदनन्तरम् अत्र पश्यतु ज्ञा इति धातुः ति इति आख्यातप्रत्ययः अत्रापि मुख्यविशेष्यः कर्ता एव भवति, किन्तु धातुः इदानीं ज्ञा इति कृत्वा प्रथमं घटम् इति उक्त्वा तदनन्तरं ज्ञा इति धातुः, तदनन्तरं ति इति आख्यातप्रत्ययः, तदनन्तरं रामः ति इति प्रत्ययस्य रामे आकाङ्क्षा वर्तते इति कृत्वा रामः तस्य अध्याहर्तुं शक्यते इति यदि मूलग्रन्थकारः वदति तर्हि अहं वदामि तस्मात् पूर्वमेव ज्ञा इति धातुः भवता प्रयोक्तं खलु, तर्हि ज्ञा इति धातुः यावत्पर्यन्तं ज्ञा धातोः कर्म किम् अत्र किं जानाति इति न वदामः तावत्पर्यन्तं शाब्दबोधः न जायतेव, तदेव प्रथमं वक्तव्यं, तदनन्तरमेव रामः इति वक्तव्यम् इति सः प्रत्युदति प्रतिवदति प्रत्युत ज्ञादिधात्वर्थानां सविषयकानां विषयमात्रनिरूप्याणां विषयजिज्ञासायाः एव सर्वादौ सर्व आदौ वक्तव्यत्वेन, इत्युक्ते प्रथमं किं वक्तव्यं, ज्ञा इति धातुः ज्ञा धातुं प्रयुज्य जानाति इति यदि वाक्यं रचयामः तत्र रामः इति कर्ता प्रथमं वक्तव्यं वा अथवा ज्ञा इति धातोः विषयः घटः घटं वक्तव्यं वा इति चेत् प्रथमं घटमेव वक्तव्यम्, तदनन्तरमेव रामे आकाङ्क्षा, इत्युक्ते इदानीम् आकाङ्क्षाद्वयमस्ति, ज्ञा इति धातुः सविषयकः इति कृत्वा आकाङ्क्षा कर्मणि वर्तते ज्ञा धातोः, ति इति प्रत्ययः कृतिं बोधयति इति कृत्वा ति इति प्रत्ययस्य आकाङ्क्षा कुत्र वर्तते, रामे वर्तते, तर्हि अनयोः आकाङ्क्षयोः मध्ये कस्य प्राधान्यम् इति चेत् विषये एव प्राधान्यम् इति सिद्धान्ति इत्युक्ते विद्याधरिग्रन्थकारः आक्षिपति, सर्वादौ वक्तव्यत्वेन प्रथमान्त अध्याहार अपेक्षया द्वितीयान्त अध्याहारस्य एव औचित्यात्, इत्युक्ते तदेव औचित्यम्, इदानीम् आकाङ्क्षद्वयं वर्तते, तयोः आकाङ्क्षयोः मध्ये किं प्राधान्यम् इति चेत् धातुः ज्ञा इति धातुः सविषयकधातुः अस्ति इति कृत्वा तत्र प्रथमं घटम् इति वक्तव्यं, तदनन्तरमेव ति इति प्रत्ययस्य आकाङ्क्षा, या आकाङ्क्षा कर्तरी वर्तते सः कर्ता वक्तव्यः भवति, तदेव औचित्यं तदेव उचितम् इति सिद्धान्ति इति विद्याधिग्रन्थकारः वदति, तर्हि निगमनं किम्, आकाङ्क्षान्तरस्वीकारः आवश्यकः एव, यद्यपि मूलग्रन्थकारणे एतत् सर्वं नोक्तम् अत्र आवश्यकम् एव भवति, किमर्थम् इति चेत् घटं जानाति इति वाक्यं श्रुत्वा सर्वेषां शाब्दबोधः जायत्येव, पचति इति वाक्यं श्रुत्वा तत्र शाब्दबोधः जायत्येव इति कृत्वा अत्र आकाङ्क्षा पूरिता वा न वा, पूरिता चेत् कियत्पर्यन्तं पूरितम्, आकाङ्क्षा बहुत्र वर्तते, तर्हि एका आकाङ्क्षा पूरिता चेत् तत्र किञ्चित् शाब्दबोधः जायते, पचति इति वाक्यं श्रुत्वा तत्र कोऽपि पचनक्रियां कुर्वन्नस्ति इति जानीमः, तत्र शाब्दबोधः जायते एव, किन्तु सः कः इति न जानीमः, यदा रामः पचति इति वदामः तदा सः पचति इति अपि शाब्दबोधः जातः, तर्हि यावत्पर्यन्तं रामः इति न वदामः केवलं पचति इति वाक्यं श्रुत्वा शाब्दबोधः एव न जायते इति न वक्तव्यं भवता, तत्रापि आकाङ्क्षा पूरिता अस्ति, केवलं पचति इत्यत्र आकाङ्क्षा कुत्र वर्तते, पच् अपि च ति इति धातुप्रकृतिप्रत्ययोः मध्ये आकाङ्क्षा वर्तते, सा आकाङ्क्षा पूरिता इति कृत्वा पचति इति वाक्यं श्रुत्वा आकाङ्क्षा भवत् पूरिता इति कृत्वा शाब्दबोधः जायते, पचति रामः इति वाक्यं श्रुत्वा अपि शाब्दबोधः जायते, अधिकं शाब्दबोधः जायते, तण्डुलं पचति रामः इति श्रुत्वा इतोपि अधिकं शाब्दबोधः जायते, इति कृत्वा अत्र केवलं प्रकृतिप्रत्ययोः मध्ये एव आकाङ्क्षा वर्तते इति यत् मूलग्रन्थकारेण उक्तं तद् न पर्याप्तम्, इतोपि अधिकाः आकाङ्क्षाः वर्तन्ते एव, अपि च ते आकाङ्क्षा ताः आकाङ्क्षाः अपि पूरिताः भवन्ति चेत् एव शाब्दबोधः जायते इति न वक्तव्यम्। एका आकाङ्क्षा पूरिता चेत् तत्र तावत् शाब्दबोधः जायते, इतोपि अधिकम् अधिका एका आकाङ्क्षा पूरिता चेत् इतोपि अधिका अधिकः शाब्दबोधः जायते इति अस्य ग्रन्थकारः, सः एव सिद्धान्ति, सः किं निरूपयति, आकाङ्क्षान्तरस्वीकारः आवश्यकः एव। तर्हि अस्य पाठस्य आशयः कः इति चेत्, शाब्दबोधः अत्र कियत्पर्यन्तं वाक्यं वदेम इत्युक्ते अग्निना सिञ्चति इत्यत्र सम्पूर्णरीत्या शाब्दबोधः न जायते, योग्यता नास्ति इति कृत्वा। अपि च अत्र अश्वः गन्धः इति यद् यद् उदाहरणं मूलग्रन्थकारेण उक्तं तत्र पदानि श्रुत्वा, एकनिमिषं पदानि यथा गौः अश्वः पुरुषः हस्ती इति उदाहरणं दत्तं मूलग्रन्थकारेण। किमर्थम् इति चेत् तत्र गौः अपि च अश्वः अनयोः मध्ये आकाङ्क्षा नास्ति इति यदुक्तं तावद्वदामश्चेत् न पर्याप्तम्, इतोपि किञ्चित् आकाङ्क्षा वर्तते, सा आकाङ्क्षा पूरिता चेत् अधिकाधिकं शाब्दबोधः जायते, आकाङ्क्षा न पूरिता चेत् शाब्दबोधः एव न जायते इति न वक्तव्यम्, शाब्दबोधः जायते। रामः पचति इति वाक्यं श्रुत्वा आम् शाब्दबोधः जातः, रामः पचति इत्यत्र कः पचति इति अधिकशाब्दबोधः जातः, रामः तण्डुलं पचति किं पचति इति अपि अधिकः शाब्दबोधः जातः, रामः पात्रे तण्डुलं पचति इत्युक्ते तत्र अधिकरणस्यापि शाब्दबोधः जातः। चमशा इति करणं वदामश्चेत् अथवा अग्निना पचति इति वदामश्चेत् तत्र इतोपि शाब्दबोधः जातः, अत्र सीतायै पचति इति वदामश्चेत् तत्र इतोपि सम्प्रदानस्यापि शाब्दबोधः जातः, पात्रात् तण्डुलं स्वीकृत्य इति वदामश्चेत् तत्र अपादानस्यापि शाब्दबोधः जातः इति कृत्वा तत्र आकाङ्क्षा पूरिता चेत् शाब्दबोधः जायतेव, कियत् आकाङ्क्षा पूरिता तावत् शाब्दबोधः जायते एव इति कृत्वा आकाङ्क्षान्तरस्वीकारः आवश्यकः एव इति सः वदति। तर्हि आकाङ्क्षास्वीकारस्य आकाङ्क्षान्तरस्वीकारः आवश्यकः इति किमर्थं विद्याधरीग्रन्थकारः वदति इति चेत्, यावन्ती आकाङ्क्षा पूरिता भवति तावत् शाब्दबोधः जायतेव इति बोद्धुं सः वदति। अवगतं खलु? आं महोदय, लैक् ग्रेड्स् आफ् आकाङ्क्षा डिफरेन्स्, सत्यं न ग्रेड्स् इति नास्ति, भिन्नभिन्न आकाङ्क्षा वर्तते, भिन्नभिन्न आकाङ्क्षा वर्तते, याः आकाङ्क्षाः पूरिताः तावत् शाब्दबोधः जायते इति वक्तव्यम्। इन् वेदान्तः प्रियं मोदं प्रमोदं तदा आकाङ्क्षा किन्तु शक्यते तत्र तु ग्रेड् अत्र ग्रेड् नास्ति, अत्र ग्रेड् नास्ति, इदानीं भिन्नभिन्न आकाङ्क्षा अस्ति, सत्यं द्वन्द्वसमासः वदेम खलु, इतरेतरद्वन्द्वः, इतरेतरद्वन्द्वे इदानीं यत् भवत्या मया सह चिन्तितं ह्यः द्रव्यगुणकसामान्यकर्मविशेषसमवाय अभावाः सप्तपदार्थाः इत्यत्र द्रव्यगुणकर्मसामा द्रव्यश्च गुणश्च इति द्वन्द्वसमासः, तयोः मध्ये ग्रेड् नास्ति, भिन्नभिन्नपदार्थाः तत्र एवमेव, अत्र रामलक्ष्मणौ गच्छतः इत्यत्र रामश्च लक्ष्मणश्च इति भवति. तर्हि तत्र रामस्य लक्ष्मणस्य इति रामः प्रथमः उक्तः इति कृत्वा रामः उत्कृष्टः लक्ष्मणः नीचः इति नास्ति, नास्ति इति नास्ति, ग्रेड् समानमेव. इदानीं कारकम् अनुसृत्य एतस्य इति इत्युक्ते अत्र भिन्नभिन्न आकाङ्क्षा वर्तते इति एकम् एकः बिन्दुः, भिन्नाभिन्न आकाङ्क्षा वर्तते इति एकः बिन्दुः. द्वितीयबिन्दुः, ये आकाङ्क्षा याः आकाङ्क्षाः पूरिताः भवन्ति तावत् शाब्दबोधः जायते इति द्वितीयः बिन्दुः. अस्तु, अग्रे गच्छामि. स्वामी महोदय, पठितुं शक्यते किम्? महोदय, श्रोतुम् इच्छामि महोदय. अस्तु, मेहुल् महोदय अग्रे. एवं महोदय, एवं प्रकृतिप्रत्यययोरेव आकाङ्क्षात्वे व्युत्पत्तिवादादौ प्रथमाकारकात् प्रभृति सर्वत्र व्याकरणशास्त्रे व्युत्पत्तिवादादौ प्रथमाकारकात् प्रभृति सर्वत्र व्याकरणशास्त्रसम्मतपदम् आदाय तादृशपदयोः आकाङ्क्षाप्रदर्शनं नैयायिकमूर्धन्यस्य गदाधरभट्टाचार्यस्य असङ्गतं स्यात्. अतः भवति प्रकृतिप्रत्यययोः समुदायस्यापि आकाङ्क्षा इति न पूर्वोक्तया एव निर्वाहः इति चेत् अत्र ब्रूमः. अस्तु, आम्. अत्र इतोपि एकं पूर्वपक्षम् एकः पूर्वपक्षः. अस्तु, अत्र प्रकृतिप्रत्ययोः मध्ये एव आकाङ्क्षा इति व्युत्पत्तिवादादौ अत्र वयं चर्चितवन्तः भिन्नभिन्नवादाः. तर्हि प्रथमाकारकात् प्रभृति सर्वत्र अत्र यदा यथा भवान् उक्तवान् अत्र रामः पचति, रामः अन्नं पचति, रामः वह्निना अन्नं पचति वा रामः सीतायै वह्निना अन्नं पचति, तादृश भिन्नभिन्नकारकाणाम् अपि उपयोगः करोति चेत् इतोपि शाब्दबोधः जायते. तर्हि तादृश सर्वत्र व्याकरणशास्त्रसम्मतपदम् आदाय इत्युक्ते कारक भिन्नभिन्नकारकपदं पदानि आदाय तादृशपदयोः आकाङ्क्षाप्रदर्शनं यदि कुर्मः चेत् नैयायिकमूर्धन्यस्य गदाधरभट्टाचार्यस्य असङ्गतं स्यात्. इत्युक्ते प्रायः गदाधरभट्टाचार्यस्य मतानुसारं यत् या आकाङ्क्षा अस्ति तेन एतादृश चिन्तनं असङ्गतं भवति इति मन्ये. इत्युक्ते गदाधरभट्टाचार्यः इति नव्यनैयायिकः अस्ति, नव्यनैयायिकः अस्ति, नैयायिकमूर्धन्यस्य श्रेष्ठः सः. गदाधरभट्टाचार्यस्य मतम् असङ्गतं स्यात् इत्युक्ते व्याकरणं व्याकरणसम्मतपदम् आदाय एव तत्र आकाङ्क्षानिरूपणा क्रियते चेत् तर्हि गदाधरभट्टाचार्यस्य भट्टाचार्येण यदुक्तं तद् असङ्गतं स्यात् इति कृत्वा अतः अपि आकाङ्क्षा भवति इति न पूर्वोक्तया एव निर्वाहः. तर्हि तद् न वक्तव्यम्, अत्र समुदायस्यापि मध्ये आकाङ्क्षा वर्तते इति न वक्तव्यम्. यदि तादृश वदेम तर्हि इति चेत् अत्र ब्रूमः इति तद् उदाहरणमस्ति वा अत्र ब्रूमः इति अथवा अस्मिन् विषये इति यदि वदति तर्हि अत्र इदानीं भवता अवगतं वा इति न जाने, तर्हि स्वशब्दैः वदतु. व्युत्पत्तिवादौ इत्युक्ते व्युत्पत्तिवादः इति कश्चन ग्रन्थः अस्ति. व्युत्पत्तिवादः इति कश्चन ग्रन्थः, तस्मिन् ग्रन्थे शाब्दबोधः कथं जायते, व्युत्पत्तिः, व्युत्पत्तिः इत्युक्ते एटिमालजि, शब्दानां उत्पत्ति, हौ द वर्ड्स् आर् फॉर्म्ड्, शब्दानामुपसिद्धिः तर्हि व्युत्पत्तिवादः इति प्रायः व्युत्पत्तिवादः इति ग्रन्थः गदाधरभट्टाचार्येण लिखितमासीत् तर्हि अत्र आशयः कः सम्यक् न श्रूयते महोदय अधुना श्रूयते वा इदानीं श्रूयते श्रूयते वा सम्यक् इदानीं सम्यक् श्रूयते अस्तु अस्तु हा तर्हि अत्र अहं चिन्तयामि यथा वयम् अधुना एव चिन्तितवन्तः अत्र यदा व्याकरणशास्त्रसम्मतपदम् आदाय इत्युक्ते अत्र इतोपि शाब्दबोधः जायते यदा भिन्नभिन्नकारकपदानाम् उपयोगः कुर्मः चेत् इतोपि शाब्दबोधः जायते महोदय अत्र उदाहरणम् उक्त्वा वदतु नो चेत् किमपि न अवबुध्यते पुनः पुनः तदेव वदन्तः स्मः इति भवति अत्र उदाहरणम् उक्त्वा वदतु अस्तु अत्र पचति इति केवलं यदि वदेम तर्हि किञ्चित् शाब्दबोधः जायते तत्र शाब्दबोधः जायते एव परन्तु यदा रामः पचति इति वदेम तर्हि इतोपि शाब्दबोधः जायते तादृशे यदि भिन्नभिन्नकारकपदानाम् उपयोगं कुर्मः अत्र रामः सीतायै अवन्निना अन्नं पचति तादृशं तर्हि इतोपि शाब्दबोधः जायते तर्हि तादृशपदानां योजनेन आकाङ्क्षा वर्तते एव इति वयं ज्ञातुं शक्नुमः तर्हि तादृश यदि आकाङ्क्षाप्रदर्शनं कुर्मः चेत् अत्र नव्यनैयायिकानां मतानुसारं तत्सर्वं न सङ्गच्छते इति मन्ये रगदाधरभट्टाचार्यस्य मतानुसारं या आकाङ्क्षा तेन निरूपिता तर्हि सा आकाङ्क्षा अत्र न सङ्गच्छते इति अहं मन्ये अतः अस्तु अत्र किञ्चित् अन्वयं कुर्मः एकनिमिषम् अत्र किञ्चित् अन्वयं कुर्मः वाक्यं कथमस्ति असङ्गतं स्यात् अत्र क्रियापदं किं स्यात् इति स्यात् इति तस्य कर्ता कः गदाधरभट्टाचार्यस्य मतम् इति खलु अत्र मतमिति पदं नास्ति खलु नास्ति आम् तर्हि आकाङ्क्षाप्रदर्शनं किं स्यात् गदाधरभट्टाचार्यस्य स्यात् इति गदाधरभट्टाचार्यस्य स्यात् इति भवति वा कर्ता भवेत् खलु अधर स्यात् इति कर्तरि प्रयोगे आमां तर्हि कर्ता कः अस्मिन् वाक्ये असङ्गतं स्यात् परन्तु किम् असङ्गतं स्यात् आकाङ्क्षाप्रदर्शनं असङ्गतं स्यात् इति अस्ति खलु आकाङ्क्षाप्रदर्शनं आकाङ्क्षाप्रदर्शनं असङ्गतं स्यात् आम् आकाङ्क्षाप्रदर्शनं तस्य अत्र व्याकरणशास्त्रसम्मतपदम् आदाय आकाङ्क्षाप्रदर्शनं न कस्य ओ कस्य अस्तु गदाचारभट्टाचार्यस्य सः कीदृशः तस्य विशेषणं किं नैयायिकमूर्धन्यस्य गदाधरभट्टाचार्यस्य आकाङ्क्षाप्रदर्शनम् असङ्गतं स्यात् आम् खलु आमां सत्यं तर्हि इदानीं गदाधरभट्टाचार्यस्य आकाङ्क्षाप्रदर्शनं किम् इति वक्तव्यम् इत्युक्ते गदाधरभट्टाचार्यः किं वदति सः किं वदति तेन अपि आकाङ्क्षाप्रदर्शनं कृतं प्रकृतिप्रत्ययोः एव आकाङ्क्षा इति प्रायः तेन कृतम् इति मन्ये न तत्र सम्पूर्णं पठतु इदानीं तत्र अत्र किं स्यात् आकाङ्क्षाप्रदर्शनम् असङ्गतं स्यात् खलु कस्य नैयायिकमूर्धन्यस्य गदाधरभट्टाचार्यस्य आकाङ्क्षाप्रदर्शनम् असङ्गतं स्यात् मीन्स् वाट् एवर् गदाधर भट्टाचार्य सेड् इस् राङ्ग् could be wrong or will become wrong syat it will become wrong yes hello tarhi idaniyam asmabhi kim avagantavyam sadadara bhattacharyena aakanksha pradarshanam katham krutam iti avagantavyam tarhi saha tena kimuktam iti chet idaniyam arambatah patatu prakriti pratyayoho eva prakriti pratyayoho eva aakankshatve व्युत्पत्तिवादादौ प्रथमाकारकात् प्रभृति सो अस्तु तर्हि तेन किम् उक्तम् इत्युक्ते प्रथमाकारकात् प्रभृति सर्वत्र व्याकरणशास्त्रसम्मतपदम् आदाय आकाङ्क्षाप्रदर्शनम् इति तेन कृतम् इति आगतम् सत्यं तर्हि गदाधरभट्टाचार्येण किं कृतं प्रथमाकारकात् प्रभृति सर्वत्र व्याकरणशास्त्रसम्मतपदम् आदाय तादृशपदयोः आकाङ्क्षाप्रदर्शनं तत् असङ्गतं तर्हि गदाधरभट्टाचार्येण वैयाकरणैः यदुक्तं तदङ्गीकृतम् सत्यं तदङ्गीकृतम् आम् कुत्र अङ्गीकृतं कस्मिन् पुस्तके व्युत्पत्तिवाद इति व्युत्पत्तिवादः इति पुस्तकं गदाधरभट्टाचार्यं लिखितं तस्मिन् पुस्तके आकाङ्क्षाप्रदर्शनं तेन कृतं कथं कृतम् इति चेत् प्रथमाकारकात् प्रभृति व्याकरणशास्त्रसम्मतपदम् आदाय एव आकाङ्क्षा अवगन्तव्या इति सः वदति किन्तु इदानीम् इतोपि किञ्चित् अवगन्तव्यमस्ति अस्तु तत्र प्रकृतिप्रत्ययोः एव आकाङ्क्षत्वे इत्यत्र का विभक्तिः अस्ति प्रकृतिप्रत्ययोः इति षष्ठी न आकाङ्क्षत्वे इत्यत्र आकाङ्क्षत्वम् आकाङ्क्षात्वे आकाङ्क्षात्वे इति आकाङ्क्षत्वे सप्तमी वा सत्यं सप्तमी सप्तमी एकवचनं तस्मिन् अर्थे सप्तमी विषयसप्तमी इति मन्ये न तर्हि सतिसप्तमी अधिक सति सतिसप्तमी अहं चिन्तयामि यदि प्रकृतिप्रत्ययोः एव तत्र आकाङ्क्षा वर्तते इति यदि भवान् वदति सत्यं तदा प्रकृतिप्रत्ययोः एव आकाङ्क्षत्वे सति असङ्गतम् इति वदति चेत् प्रकृतिप्रत्ययोः मध्ये एव आकाङ्क्षा वर्तते इति यदि कोऽपि वदति तदा व्युत्पत्तिवादः इति ग्रन्थे नैयायिकमूर्धन्येन गदाधरभट्टाचार्येण यद् आकाङ्क्षाप्रदर्शनं कृतं तद् असङ्गतं स्यात् अवबुध्यते खलु आमाम् अवबुध्यते इति इदानीं कः वदति सिद्धान्तकारः वदति इत्युक्ते अस्य ग्रन्थकारः वदति असङ्गतं स्यात् तर्हि नैयायिकमूर्धन्यः खलु सः गदाधरभट्टाचार्यः तर्हि यद् तेन उक्तं तद् असङ्गतम् इति कथं वक्तुं शक्यते इति प्रश्नः किन्तु तर्हि असङ्गतं न भवेत् यद् नैयायिकमूर्धन्येन गदाधरभट्टाचार्येण उक्तं तदसङ्गतं न भवेत् इति कृत्वा अतः अतः भवति अतः भवति अतः भवति प्रकृतिप्रत्ययोः समुदायस्यापि आकाङ्क्षा अत्र घटं जानाति इत्यत्र पदसमुदायम् अस्ति अत्र प्रकृतिप्रत्ययं अपि अस्ति परन्तु घटमिति एकं एकः समुदायः जानाति इति द्वितीयः समुदायः यत्र प्रकृतिप्रत्ययः अस्ति तयोः मध्ये अपि आकाङ्क्षा वर्तते न न तयोः मध्ये इति मा वदतु महोदय समीचीनतया वक्तव्यम् अत्र घटम् इति पदसमुदायः जानाति इति पदसमुदायः अनयोः मध्ये आकाङ्क्षा इति न वक्तव्यम् द्वयोः मिलित्वा इति घट अपि च अम् अनयोः प्रकृतिप्रत्ययोः मध्ये आकाङ्क्षा वर्तते आम् आम् तदनन्तरम् अत्र जान ज्ञा इति धातुः ज्ञा इति धातुप्रकृतिः अपि च ति इति आख्यातप्रत्ययः तयोः मध्ये आकाङ्क्षा वर्तते अपि च अम् इति द्वितीयान्तम् अपि च ज्ञा इति धातुः तत्रापि आकाङ्क्षा वर्तते अपि च इतोपि अम् इति द्वितीयान्तं तदनन्तरं जानाति इति प्रकृतिप्रत्ययं मिलित्वा इति तदेव आकाङ्क्षान्तरम् इत्युक्ते घट अपि च अम् तयोः मध्ये आकाङ्क्षा मूलग्रन्थकारेण उक्ता ज्ञा अपि च ति इति प्रत्ययोः मध्ये या आकाङ्क्षा तदपि मूलग्रन्थकारेण उक्ता अम् अपि च ज्ञा इति तत्रापि आकाङ्क्षा मूलग्रन्थकारेण उक्ता कुत्र उक्ता इति चेत् अहं केवलं स्मरणार्थं वदामि कस्मिन् पुटे अस्ति इति चेत् हा अत्र पश्यतु 296 तत्र गच्छन्तु सर्वे न तस्मात् पूर्वं 294 इति अपि स्वीकर्तुं शक्यते अस्तु 294 इति एकं चित्रमस्ति खलु आमस्ति तत्र घटपदं घटे अस्ति घटे आधेयत्वमस्ति सा आधेयत्वं कर्मत्वेन अन्वेति कर्मत्वं निरूपक कर्मत्वे निरूपकत्वम् अस्ति क्रियां निरूपयति कर्मत्वम् अपि च क्रियां कृतिं निरूपयति इति घट अपि च अम् तदनन्तरम् अम् अपि च क्रिया स्पृश् इति धातुः तदनन्तरं स्पृश् इति धातुः तदनन्तरं कृतिः आख्यातप्रत्ययः तत्र आकाङ्क्षा वर्तते इति पूर्वं चिन्तितम् किन्तु अत्र आकाङ्क्षान्तरस्वीकारः तत्र आकाङ्क्षाकाङ्क्षा किम् इति चेत् अम् इति पदं यद् पूर्वस्मिन् पुटे अस्ति चित्रं 326 पेज् मध्ये द्वितीयान्तम् अपि च जानाति इति प्रकृतिप्रत्ययं मिलित्वा तत्र हा अतः भवती प्रकृतिप्रत्ययोः समुदायस्यापि जानाति इति समुदायस्यापि आकाङ्क्षा आकाङ्क्षा वर्तते खलु आकाङ्क्षा इति न पूर्वोक्तया एव निर्वाहः इति चेत् इत्युक्ते पूर्वं किमुक्तं घट अपि च अम् अनयोः मध्ये आकाङ्क्षा अम् अपि च स्पृश् इति धातुः अनयोः मध्ये आकाङ्क्षा स्पृश् अपि च ति अनयोः मध्ये आकाङ्क्षा इति एव पूर्वमुक्तं तत्र व्यवधानमपि न भवेत् इति एतत् सर्वं यदुक्तं तया रीत्या एषा आकाङ्क्षा न पूरिता भवति इति कृत्वा प्रकृतिप्रत्ययः समुदायस्यापि आकाङ्क्षा इति न पूर्वोक्तया एव निर्वाहः इति यदुक्तं पूर्वम् इति सः वदति चेत् अत्र ब्रूमः अत्र इतोपि किञ्चित् वदति आचार्यः इतोपि किञ्चित् अवगन्तव्यं सूक्ष्मरीत्या अस्तु अग्रे पठतु महोदय अत्र ब्रूमः अस्मिन् विषये अधुना वदामः अस्तु शाब्दबोधस्य अपर्यवसानम् असमाप्तिः आकाङ्क्षा अस्तु शाब्दबोधस्य असमाप्तिः एव आकाङ्क्षा पर्यवसानम् इत्युक्ते समाप्तिः अपर्यवसानम् इत्युक्ते असमाप्तिः तदेव समानार्थकशब्दः त्वत्स्वरूपं तु पूर्वोक्तः पदस्य पदान्तरव्यतिरेकप्रयुक्तः शाब्दबोधजनकत्वाभाव एव तदेव वयं पूर्वे उक्तवन्तः खलु पदस्य पदान्तरव्यतिरेकप्रयुक्तः शाब्दबोधजनकत्वाभावः एव तदेव आकाङ्क्षायाः लक्षणं परन्तु अत्र पदं पदान्तरं वा पूर्वदर्शितरीत्या न केवलं प्रकृतिः प्रत्ययश्च ग्राह्यं किन्तु व्याकरणशास्त्रसम्मतमपि सुबन्तं तिङन्तञ्च अत्र पदम् अपि च पदान्तरम् केवलं पूर्वदर्शितरीत्या प्रकृतिप्रत्ययश्च एव ग्रहणम् इति नास्ति, परन्तु व्याकरणशास्त्रसम्मतम् अपि सुबन्तं तिङन्तं च तेषामपि ग्रहणं करणीयम्। इत्युक्ते पूर्वम् आकाङ्क्षायाः लक्षणं किमुक्तम्? पदस्य पदान्तरव्यतिरेकप्रयुक्तः शाब्दबोधजनकत्वाभावः इति उक्तं खलु। पदस्य पदान्तरव्यतिरेकप्रयुक्तशाब्दबोधजनकत्वाभावः एव आकाङ्क्षा इति यदुक्तं, तत्र केवलं तावद् वदामश्चेत् न पर्याप्तं। किमर्थम् इति चेत् गदाधर भट्टाचार्येण यद् व्याकरणं सम्मतं तदत्र त्यक्तं खलु, अस्मिन् लक्षणे त्यक्तं। सत्यं सत्यं। तर्हि एतदपि वक्तव्यं, पदस्य पदान्तरव्यतिरेकप्रयुक्तः शाब्दबोधजनकत्व अभावः आकाङ्क्षा इति वक्तव्यम् एव, किन्तु तावद् वदामश्चेत् न पर्याप्तं। किमर्थम् इति चेत् यद् मूल नैयायिक मूर्धन्येन गदाधरभट्टाचार्येण व्युत्पत्तिवादग्रन्थे उक्तं तद् असङ्गतं भवति। किमुक्तं तेन? व्याकरणशास्त्रं सम्मतपदमादाय एव तत्र आकाङ्क्षा निरूपिता तेन इति कृत्वा अत्र पदं पदान्तरं वा पूर्वदर्शितरीत्या न केवलं प्रकृतिप्रत्ययश्च ग्राह्यं किन्तु व्याकरणशास्त्रसम्मतमपि सुबन्तं तिङन्तश्च, इत्युक्ते सुबन्ततिङन्तयोः मध्ये अपि आकाङ्क्षा वर्तते। सुबन्ततिङन्तयोः मध्ये अपि आकाङ्क्षा वर्तते इति यद् वैयाकरणैः उक्तं तद् नैयायिकैः अपि अङ्गीकर्तव्यम्। मिलित्वा इत्युक्ते वैयाकरणाः कथं शाब्दबोधः जायते इति मतं सम्पूर्णरीत्या निराकृत्य नैयायिकाः एवं तत्र पदस्य पदान्तरव्यतिरेकप्रयुक्तः शाब्दबोधजनकत्वाभावः इति आकाङ्क्षा, सा आकाङ्क्षा यदा पूरिता भवति तदा शाब्दबोधः जायते इति न वक्तव्यं, तत्र वैयाकरणानां मतमपि अङ्गीकर्तव्यम् इति आशयः। तथा च घटपदाभावे अम्पदे बोधजनकत्वाभावात् यथा तयोः साकाङ्क्षत्वं तथैव प्रथमान्तपदाभावात् पचति जानाति इत्यादौ बोधजनकत्वाभावः अनुभवसिद्धः इति तयोः अपि साकाङ्क्षत्वात् प्रथमान्तपदाद्याहारः। एवं च सविषयकधातुयोगे विषयाकाङ्क्षायाः नियतत्वात् तत्र अपि द्वितीयान्तपदाद्याहारः क्वचिदुक्तः युज्यते। अस्तु, तर्हि अत्र घट इति पदं नास्ति, केवलम् अम् इति एव पदमस्ति चेत् बोधः न जायते, बोधजनकत्वाभावः अस्ति। यथा तर्हि तयोः साकाङ्क्षत्वम् अस्ति, तथैव अत्र केवलं पचति जानाति इति एव वदेम, तर्हि अपि बोधजनकत्वाभावः अस्ति, तर्हि तत्रापि अस्माभिः किं चिन्तितं, पचति जानाति इति श्रुत्वा बोधः जायते वा न वा इति पृष्टम्। आम् आम् आम्। तत्र किम् उत्तरमुक्तं? जायते एव, परन्तु सम्पूर्ण इतोपि अधिकं अधिकशाब्दबोधः जायते यदा प्रथमान्तपदम् अस्ति चेत्। न, किन्तु अत्र ग्रन्थकारः किं वदति? हो अस्तु, अत्र वदति जानाति इत्यादौ बोधजनकत्वाभावः अनुभवसिद्धः अस्ति। हा, इत्युक्ते सः वदति बोधः एव न जायते इति सर्वेषाम् अनुभवः अतः इति सः वदति। हा, सत्यं सत्यं। तर्हि अस्माभिः किम् अवगन्तव्यम् इति चेत् पचति इति वाक्यं श्रुत्वा यदि बोधः जायते इति वदेम तदा अस्माभिः मनसि किं कृतं, प्रथमान्तपदम् अध्याहृतम्। हा, सत्यम्, अध्याहृतं, मनसि अध्याहृतं। पचति इति कर्तरिप्रयोगः खलु? आमां, मनसि एव कृत्वा कोऽपि पचति, सः कः इति न जानीमः। सत्यं, किन्तु अध्याहारं विना शाब्दबोधः न जायते इति यथा उक्तं तथा अत्र सकर्मकधातुं प्रयोगं कुर्मश्चेत् यद्यपि तत्र कर्मपदं न उक्तं तथापि अध्याहारं कर्मणः अध्याहारं विना न शाब्दबोधः जायते। अथवा अत्र सविषयकपदा सविषयकधातुं प्रयोगं कुर्मश्चेत् यावत्पर्यन्तं विषयस्य अध्याहारः न स्वीकुर्मः तावत्पर्यन्तं शाब्दबोधः न जायते इति क्वचित् उक्तः कुत्रचित् यदुक्तं तद्युज्यते तत् समीचीनमेव. अस्तु अग्रे. अत्र प्रकृतिप्रत्ययोः साकाङ्क्षयोः यत् अव्यवधानं पूर्वम् आकाङ्क्षाशरीरे प्रविष्टं न तत् आकाङ्क्षायाः निरूप्यं किन्तु वक्ष्यमाणायाः आसक्तेरिति न विषय साङ्कर्यम् मूलकारोक्तं लक्षणमपि अस्यानुकूलं पदस्य इत्यनेन उभयविधपदग्रहणसम्भवात् तन्निष्ठस्य बोधजनकत्वाभावस्यापि उभयविधपदाभावप्रयुक्तत्वसम्भवाच्च तस्य प्रत्युदाहरणम् अपि पक्षेऽस्मिन् अनुकूलं गौः अश्वः इत्यादि सुबन्धसमुदायस्यैव तेन प्रदर्शनात् गौः अश्वः इत्यादि. अस्तु यदि प्रकृतिप्रत्यययोरेव आकाङ्क्षां ग्रन्थकारः चिन्तयेत् तदा निराकाङ्क्षप्रकृतिप्रत्ययसमुदायम् एव प्रदर्शयेत् स तु सुबन्तसमुदायान् दर्शितवान् तच्च उपलक्षणं तेन घटनिष्ठकर्मत्वबोधने निराकाङ्क्षयोः तापदघटपदयोरपि ग्रहणम् एवं सति भट्टाचार्योक्तमपि समर्थितं भवति. अस्तु पुनः तत् तदेव उक्तं खलु अत्र प्रकृतिप्रत्ययोः साकाङ्क्षयोः यत् अव्यवधानम् अत्र पूर्वे आकाङ्क्षा इत्यस्मिन् लक्षणे यद्वयं पठितवन्तः अव्यवधानं भवेत् प्रकृतिप्रत्ययोः मध्ये पदद्वयमपि साकाङ्क्षा तस्मिन् वर्तते तत्र अव्यवहित पूर्वत्वसम्बन्धेन अन्वेति अव्यवहित उत्तरत्वसम्बन्धेन अन्वेति इति आकाङ्क्षाय यत्र प्रदत्तमस्ति न तत् आकाङ्क्षायाः निरूप्यं तर्हि सम्पूर्णतया तेन आकाङ्क्षायाः निरूपणं न भवति किन्तु वक्ष्यमाणायाः आसक्तेः इति न विषयसाङ्कर्यं तत् किम् आसक्ति इति अग्रे वयं पश्यामः वा इति वदति वा विषयसाङ्कर्यं न प्रकृतिप्रत्ययोः साकाङ्क्षयोः प्रकृतिप्रत्ययोः यत् अव्यवधानं पूर्वम् आकाङ्क्षाशरीरे प्रविष्टं न तत् आकाङ्क्षायाः निरूप्यं किन्तु वक्ष्यमाणाः आसक्तेः इति न विषयसाङ्कर्यम् इत्युक्ते तत्र अव्यवधानत्वमस्ति खलु तदेव आसक्तिः तदेव आसक्तिः किन्तु आकाङ्क्षायां तत् प्रविष्टम् इत्युक्ते तत्र आकाङ्क्षा अपि वर्तते अत्र मूलग्रन्थकारेण कथं दत्तं शाब्दबोधस्य शाब्दबोधं जातुं चतस्रः निकषाः आवश्यकाः पदज्ञानं तदनन्तरम् आकाङ्क्षा तदनन्तरं योग्यता तदनन्तरम् आसक्तिः इति सत्यम् इति अत्र भिन्नभिन्नरीत्या तेन प्रदर्शितं किन्तु दे आर् नाट् सेपरेट् सैलोस् अत्र सत्यं किञ्चित् इण्टर्डिपेण्डेण्ट् अस्ति ओवर्लापिङ्ग् अस्ति इत्युक्ते आकाङ्क्षा इति यदस्ति तत्र आसक्तिः इति एव नास्ति आसक्तिः इति इत्यस्य लक्षणं यत्र अस्ति तत्र तत् आकाङ्क्षायां न प्रविष्टमिति नास्ति आकाङ्क्षायाः लक्षणम् आसक्तौ अतिव्याप्तिः भवत्येव आसक्तेः लक्षणम् आकाङ्क्षायां प्रविष्टः भवति सो देर् इस् अ बिट् आफ् ओवर्लापिङ्ग् इति सः वक्तुमिच्छति. अस्तु तर्हि अन्ततो गत्वा इत्युक्ते अत्र प्रतिपदं न अवगन्तव्यम् इति भाति इत्युक्ते अत्र एतत् सर्वम् अकाडेमिक् अस्ति किन्तु अन्ततो गत्वा सः किं वक्तुमिच्छति यदि प्रकृतिप्रत्ययोर् एव आकाङ्क्षां ग्रन्थकारः चिन्तयेत् तदा निराकाङ्क्षप्रकृतिप्रत्ययसमुदायम् एव प्रदर्शयेत् तर्हि सः यदा तादृशम् इच्छति तर्हि केवलं निराकाङ्क्षप्रकृतिप्रत्ययसमुदायम् एव तेषामेव उदाहरणं प्रदर्शयेत् परन्तु स तु ग्रन्थकारेण कस्य ग्रन्थकारेण? मूलग्रन्थकारेण इति. परन्तु तर्हि इदानीं सः विद्याधिरिग्रन्थकः किं करोति, समर्थनं समन्वयं करोति. सत्यं. मूलग्रन्थकारेण किमपि किञ्चित् उक्तं, गदाधरिभट्टाचार्येण किञ्चिदुक्तं, मध्ये अन्यैः अपि किञ्चित् किञ्चित् उक्तं, तर्हि इदानीं समर्थनं करोति. तर्हि यद् मूलग्रन्थकारेण उक्तं तद् दोषाय इति मा चिन्तयतु. तत्र स्पष्टतया न उक्तं, किन्तु तस्य अवगमनमस्ति इति वयं ज्ञातुं शक्यते. अत्र उदाहरणं स्वीकृत्य गौः अश्वः इत्यादि सुबन्तसमुदायस्य एव तेन प्रदर्शनात्. इत्युक्ते यद्यपि मूलग्रन्थकारः व्याकरणशास्त्रं मया अङ्गीकृतम् इति स्पष्टतया न उक्तम्, सत्यं, किन्तु उदाहरणं दृष्ट्वा तस्य मनसि एतादृश अवगमनमस्ति इति अवगन्तुं शक्यते अस्माभिः. सत्यं, वयम् ऊहं इति वदति. इति सः वदति. सत्यम् इति कृत्वा एवं सति भट्टाचार्य उक्तमपि समर्थितं भवति. विद्याधरिग्रन्थकारेण, क्षम्यतां, मूलग्रन्थकारेण, तर्कसङ्ग्रहकारेण यदुक्तं तदपि समर्थितं भवति. भट्टाचार्यग्रन्थकारेण यदुक्तं तदपि समर्थितं भवति इति सर्वस्य समन्वयः क्रियते विद्याधरिग्रन्थकारः. इत्युक्ते अत्र स्पर्धां मा करोतु. मूलग्रन्थकारेण यदुक्तं, विद्या तर्कसङ्ग्रहकारेण यदुक्तं, तत् गदाधरभट्टाचार्येण नाङ्गीकृतम् इति प्रायः नैयायिकानां मध्ये मतभेदः अस्ति. यथा वेदान्ते भामतीमतं, विवरणमतं, भास्करमतम् इति भिन्नभिन्न अद्वैतमताः सन्ति. तत्र तयोः मध्ये मतभेदः. तर्हि विवरण अद्वैतः भामती अद्वैतः इति न वक्तव्यम्. विवरणमतानुसारिणः प्रतिबिम्बवादं वदन्ति, भामतीकारः अवच्छेदवादं वदति, किन्तु भामतीकारेणापि प्रतिबिम्बवादः कुत्रचित् उदाहृतः अस्ति. सो इट् इस् दि फर्दर् अकाडेमिशियन्स् हु आर् कासिङ्ग् दिस् कैण्ड् आफ् कान्फ्लिक्ट्. सो ही इस् कम्प्लीट्लि डिफरेण्ट्, हिस् विजन् इस् कम्प्लीट्लि डिफरेण्ट् फ्रोम् दि अदर् इति तैः चिन्त्यते. बट् वी शुड् नाट् थिङ्क् लैक् दट्. सो विद्याधरिग्रन्थकारः किं करोति, यद् यद् तर्कसङ्ग्रहकारेण उक्तं तत्र यद् भट्टाचार्येण, गदाधरभट्टाचार्येण तदपि अन्तर्निहितमस्ति इति सः वदति. भट्टाचार्येण यदुक्तं तत्र तर्कसङ्ग्रहकारेणापि यदुक्तं तत्रापि तदपि अन्तर्निहितमस्ति. सो डोण्ट् ट्रै टु कास् कन्फ्यूशन्स्. सर्वं समन्वयमेव. Everybody is trying to take their own thing, but it's some people have said something, some people have not said something. That's yes, all. Because they have not said something doesn't mean they are differing. Disagree, haan, satya. Iti saha samanvayam karo. Astu. Atrasta game. Astu. Agri mevar gaitopi. Agri sarema. Sarvebhyo namaskara. Dhanyavadasya.